अस्तु, नमस्कारः। इदानीं तृतीयविभक्तिः इति विषयः, तत्र वयम् एकवचने बहुवचने च दृष्टवन्तः गते सप्ताहे। उदाहरणार्थं बालकः, अहं प्रथमाविभक्तिः वदामि, भवन्तः तृतीयविभक्तिः वदन्तु। बालकः, बालकेन किमस्ति? सर्वे वदन्तु बालकः। बालकेन, इदानीं बालिका, बालिकया। हा, इदानीं वनं, वनेन। अस्तु, इदानीं नदी, नद्या। अस्तु, समीचीनं। हा, अनन्तरम् इति एकवचने, इदानीं बहुवचने बालकाः, बालकैः। बालकैः, इदानीं बालिकाः, बालिकाभिः। बालिकाभिः, बालिकाभिः। इदानीं नदी, नद्यः, नदीभिः, नदीभिः। इदानीं वनानि, वनानि। तृतीय, वनैः। गते सप्ताहे वयं दृष्टवन्तः यत् द्वितीयविभक्ति अनन्तरं तृतीयारभ्य बहुवचने, न क्षम्यतां, पुल्लिङ्गे नपुंसकलिङ्गे च रूपं समानमस्ति। तर्हि पुनः पश्यामः, अत्र बालके, बालकः इति अस्य किं भवति? बालकः, बालकः। तृतीय, सर्वे वदन्तु बालकेन। किम्? बालकाः, बालकैः। बालिका, बालिकया, बालिकया। रूपं न जानाति चेत् वयं किमपि कर्तुं न शक्नुमः। अहं गृहपाठत्वेन यत्किमपि ददामि, किन्तु तत्र भवताम् उत्तरदायित्वम्, उत्तरदायित्वमिदं भवताम्। अहं किमपि न कर्तुं शक्नोमि। रूपं भवतः, भवताम् उत्तरदायित्वं। यदा नूतनविभक्तिः भवति तदा स्वस्य मनसि एतत् सर्वं भवेत्, नो चेत् यदा वाक्यमभ्यासः भवति तर्हि वयं किमपि कर्तुं न शक्नुमः, खलु? अतः नाम मुख्यमस्ति रूपम्। अनन्तरं नाम अत्र वार्ता, वार्ताद्वयमस्ति। प्रथमं रूपं, द्वितीयमस्ति प्रयोगः, कुत्र भवति विभक्तिः। अस्मिन् पुस्तके प्रथमम् अस्ति रूपं किम्, अनन्तरं तद् रूपं कुत्र कुत्र प्रयोगः भवति, आगच्छति। उदाहरणार्थं माध्यमम्, अहं हस्तेन खादामि। तत्र हस्तेन, तत्र तृतीयमाध्यममस्ति, साधनं, खलु? किन्तु यदि हस्तेन न जानामि तर्हि व्यर्थं न वा? अतः अस्माकं प्रत्येकं जनस्य उत्तरदायित्वं भवति, नाम तावत् कण्ठस्थीकरणमस्ति। बहु कार्यं तु नास्ति, बालकेन, बालकैः, बालिकया, बालिकाभिः। नदी किं भवति? नद्या, नदीभिः। अनन्तरं वनं, वनेन, वनैः, वनैः। तावदेव अस्ति। पुनः बालकः, बालकेन, बालकाः, बालकैः। अनन्तरं बालिका, बालिकया, बालिकाः, बालिकाभिः। अनन्तरं नदी, नद्या, नद्यः, नदीभिः। अनन्तरं वनं, वनानि वनैः तावदेव अस्ति तावत् अस्ति मनसि स्यात् तावत् मनसि स्यात् संस्कृतभारत्याः सिद्धान्तः अस्ति यत् कण्ठस्थीकरणं न्यूनातिन्यूनं भवतु न्यूनातिन्यूनं भवतु कण्ठस्थीकरणं किन्तु किञ्चित् अस्ति किञ्चित् तु भविष्यति एव रूपं न ज्ञायते चेत् वयं किमपि न कर्तुं शक्नुमः अतः रूपं मनसि स्थापयन्तु सम्यक्तया अस्तु तर्हि एतावत् वयं किं दृष्टवन्तः यत् तृतीया विभक्तिः कुत्र भवति साधनं भावसूचकानां कृते अनन्तरं सः विना कुत्र भवति साधनं चतुर्षु स्थलेषु वयं दृष्टवन्तः चतुर्षु स्थलेषु अस्तु तर्हि अहं प्रथमाविभक्ति अन्तरूपं वदामि भवन्तः तस्य तृतीय वदन्तु अस्तु तर्हि सुब्रह्मण्य महोदय आसन्दः आसन्देन अस्तु इदानीं स्यूतः स्यूतेन समीचीनम् इदानीं पुस्तकं अस्तु सन्ध्याभगिनी अत्र समीचीनमस्ति अस्तु अनन्तरं हस्तः हस्तेन हस्तैः अस्तु इदानीं राजशेखरमहोदय तत्र शरीरं वदतु समीचीनं समीचीनमस्ति अति उत्तमम् अस्तु इदानीं लेखनी लेखन्यः लेखनेन लेखन्यः इत्यस्य किं भवति बहुवचनं वदतु नाम तृतीया लेखन्यः लेखनीभिः समीचीनमस्ति इदानीम् उपनेत्रम् उपनेत्रेण उपनेत्रैः अस्तु समीचीनम् एकवचने बहुवचने च वदन्तु अस्तु लक्ष्मी भगिनी यन्त्रं यन्त्रेण यन्त्रैः अस्तु इदानीं पात्रं पात्रं पात्रेण पात्रैः अस्तु इदानीं महिला सन्ध्या भगिनी महिला महिलाभिः अस्तु समीचीनम् इदानीं राजशेखरः महोदय अत्र अङ्कनी सत्यम् सत्यम् अस्तु इति रूपाणि सन्ति अस्तु अग्रे गच्छेम इदानीं चतुर्षु स्थलेषु वयं दृष्टवन्तः साधनं भावसूचकसाधनां सह विना इदानीं इदानीम् अग्रे गच्छामः तर्हि यत्र कारणमस्ति कारणम् अथवा हेतुः कारणं हेतुः वा तत्र तृतीया भवति अत्र लक्ष्मीभगिनी कृपया पठतु यः शब्दः कारणवाचकः हेतुवाचकः भवति तस्य तृतीया भवति उदाहरणार्थं मम आगमनेन सः सन्तुष्टः अत्र कारणमस्ति तत्र किमर्थं सन्तुष्टः आगमनेन इति अहम् आगतवान् अतः सः सन्तुष्टः जातः अभ्यासः मम आगमनेन सः सन्तुष्टः सर्वे अवगच्छन्ति वा इति कारणम् अस्तु अग्रे पठतु अभ्यासः अधस्तनकोष्टकस्य साहाय्येन पूर्णानि वाक्यानि रचयत एतया वार्तया तस्य कोपः प्रवृद्धः एतादृशेन एषा वार्ता इति अस्ति प्रथमा विभक्तिः एषा वार्ता कोपः प्रवृद्धः तो एषा इति अस्ति तृतीया एतया अनन्तरं वार्ता इत्यस्य वार्तया अस्तु तर्हि एतादृशं चिन्तनं मनः कलुषितं करोतु एतादृशेन चिन्तनेन तस्य मनः कलुषितम् समीचीनमस्ति अस्तु महोदय अग्रिमं करोतु अविवेकः महती विपत् अविवेकेन तस्याः महती विपत् तस्य महती विपत् अस्तु सुब्रह्मण्यमहोदय धावनं मार्गे पतितः तस्य तु सर्वत्र न भवति तस्य शब्दः सर्वत्र न भवति एवमेव वदतु धावनेन अहं मार्गे पतितः अहं सः यत्किमपि भवेत् धावनेन अहं मार्गे पतितः अस्तु तत्र स्त्रीलिङ्गे अहं महिला चेत् अहं पतिता अस्तु इदानीं विश्वनाथमहोदय दैवानुग्रहः उपायः अपायः न जातः दैवानुग्रहेण अहम् अपायः न जातः मम दैवानुग्रहेण मम अपायः न जातः अत्र दैवानुग्रहः इत्यस्य तृतीया तत्र ऋणत्वं भवति न वा दैवानुग्रहेण इति भवान् उक्तवान् वा दैवानुग्रहेण तत्र ऋण दैवानुग्रहेण इति ऋणत्वम् इति वक्तव्यमस्ति तत्र अस्तु सन्ध्या भगिनी अग्रे प्रयोजनम् अहमपि न अहं न न भवति भवती वदतु सन्ध्या भगिनी न न किमपि न किमपि न अपेक्षितं कथनेन न किमपि अवगच्छति वा कथनेन न न वाक्यस्य अर्थः स्पष्टः वा सत्यं कथनम् इत्युक्ते वदनम् बालकः वदति बालकः कथयति अत्र अत्र किं भवति अत्र कश्चन रूपमस्ति सर्वेषां धातूनाम् एतादृशं रूपं भवति यथा कथयति इत्यस्य कथनं तर्हि नाम या कापि क्रिया तस्य कारणं भवितुमर्हति कथनं कथनेन न किमपि प्रयोजनं गमनं गमनेन गमनेन अत्र आसीत् गमनेन सह सन्तुष्टः तो यदि वयं क्रिया कारणं वक्तुमिच्छामः तर्हि इदं रूपम् एतं रूपं वयम् इच्छामः एतत् रूपं वयम् अशिष्यामः उदाहरणार्थं गच्छति गमनं पठति पठनं पतति सर्वे वदन्तु भवान् वदतु पतति इत्यस्य पतनं क्रीडति क्रीडनं अनन्तरं वदति उक्तं न तथा न वदनम् उक्तमिति भिन्नम् अस्ति वदनं अनन्तरं लिखति अत्र लेखनं भवति लेखनं भवति अस्तु राजशेखरमहोदय अत्र नयति नयनं असमीचीनम् अनन्तरं पृच्छति पृच्छनमिति पृच्छति पृच्छनमिति मन्ये अस्तु अनन्तरं मिलति मेलनमिति अस्ति मेलनं अस्तु अनन्तरं विश्वनाथमहोदय त्यजति त्यजनम् अस्तु इदानीं तस्य तृतीय अपि वदतु त्यजनं तृतीय किं भवति त्यजनेन भवति अस्तु सन्ध्या भगिनी खादति खादति किं भवति सत्यं खादनं प्रथमविभक्तिः अनन्तरं तृतीयखादनेन द्वयमपि वदतु खादनं खादनेन अस्तु इदानीं जानाति किञ्चित् भिन्नमस्ति गमनं ज्ञानं ज्ञानम ज्ञानम अनन्तरं तृतीय ज्ञानेन ज्ञानेन अनन्तरं श्रुणोति श्रवणम् तृतीय श्रवणेन समीचीनमस्ति महोदय पश्यति दृश्यं दर्शनं तृतीय इति अस्ति समीचीनम् अनन्तरं राजशेखरमहोदय भवति भवति इत्यस्य न प्रथमाविभक्ति किं भवति यथा खादति खादनं भवति किं भवति भवतीं न न भवति किं भवति विषयः न अत्र रूपमस्ति यथा वदति वदनं क्रीडति क्रीडनं पतति पतनम् अत्र भवति किं भवति महोदय भवनमिति किं वैचित्र्यम् अत्र समानमस्ति पश्यतु पश्यतु भवनं तत्र बहुषु भाषासु भवनम् इत्यस्य अर्थः बिल्डिङ्ग् केवलं तेलुगु इति न हिन्दीभाषायामपि तथा यतोहि अत्र बिल्डिङ्ग् बिल्डिङ्ग् अस्ति न वा बिल्डिङ्ग् अस्ति बिल्डिङ्ग् अस्ति अहं पृच्छामि मम प्रश्नः अस्ति भवन बिल्डिङ्ग् अस्ति न वा अस्ति अतः भवनम् भवान् इत्यस्य भवान् इत्यस्य अर्थः तथा अस्ति यतोहि तत् तत् भवति एव नाम भवनम् इति बिल्डिङ्ग् अपि अपि अर्थः अस्ति संस्कृतभाषायामपि वक्तुं शक्नुमः किन्तु भवनम् अत्र समस्या अस्ति किम् यत् प्रत्येकं शब्दस्य मूलार्थः अनन्तरं कुत्रचित् अन्य अर्थाः भवन्ति किन्तु मूलार्थः अस्ति संस्कृते मूलमस्ति अस्तित्वं भवनं नाम अस्तित्वं खलु तत्र भवन् यत् बिल्डिङ्ग् इति अर्थः ततः आगतः अस्ति अतः तत्र मूलरूपमस्ति मूल अर्थः वयं वदामः योगार्थः अपि च रूढार्थः योगार्थः रूढार्थः रूढः नाम परम्परा नाम अनन्तरम् एवमेव कालस्य गमनेन सः अर्थः अनन्तरम् आगतः मूल योगार्थः नाम मूलमस्ति अत्र भवनं नाम अस्तित्वम् अनन्तरं रूढार्थः बिल्डिङ्ग् इति अर्थः आगतः तर्हि इदानीं ददाति ददाति किं भवति दानम् अनन्तरं प्रेषयति दानमिति तृतीय किं प्रेषयति तृतीय प्रेषणेन अनन्तरम् उपविशति सुब्रह्मण्यमहोदय उपवेशनमस्ति उपवेशनमस्ति तृतीय उपवेशनेन अस्तु इदानीं राजशेखर महोदय स्मरति स्मरति स्मरति स्मरति स्मरणं स्मरणेन स्मरणेन इति अस्ति अस्तु इदानीं सन्ध्या भगिनी निन्दति निन्दति निन्दति निन्दति सत्यं तृतीय निन्दनं निन्दनेन इदानीं इत्युक्ते तस्य अर्थः नाम यदि अहं वदामि सः पुरुषः चोरः नास्ति किन्तु अहं वदामि चोरः नाम अब्यूस् एक्युसेशन् निन्दनम् अस्तु इदानीं रोदिति इदानीं क्रीणाति सर्वे जानन्ति किन्तु न मनसि नागच्छति सर्वे जानन्ति क्रीणाति कोऽपि वदति वा क्रयणं सर्वे जानन्ति खलु तृतीय किं भवति क्रयणेन प्रक्षालयति प्रक्षालनं तृतीय प्रक्षालनेन अस्तु इदानीं करोति सन्ध्या भगिनी वदति वा करोति समीचीनमस्ति इति अस्ति तर्हि अत्र कथनेन न किमपि प्रयोजनम् आगमनं महोदय वदतु अग्रिमं सप्तमम् आगमनेन सर्वे तूष्णीं स्थितवन्तः तूष्णीम् इत्युक्ते न वदति यः न कोऽपि वदति स्म मौनेन तूष्णीं स्थितवन्तः अस्तु लक्ष्मी भगिनी अग्रे अनारोग्यं कृशः अनारोग्येन कृशः समीचीनं राजशेखर महोदय अग्रे आगमनेन सर्वैः तूष्णीं स्थितवन्तः न प्रथमतया तत् वयं कृतवन्तः किन्तु सर्वैः न आगमनेन सर्वे तूष्णीं स्थितवन्तः अग्रे अग्रे अग्रिमं करोतु अनारोग्यं कृशः अनारोग्येन अनारोग्येन वयं कृशः अस्तु समीचीनम् अस्तु सन्ध्या भगिनी अग्रे कार्यालयं गतः शिरोवेदनया वेदनया कार्यालयं न गतः. समीचीनम्. भवती शिरोवेदनया वर्गः न आगतवती वा? भवती शिरोवेदना अवगच्छति वा? शिरोवेदना अवगच्छति वा? शिरः इत्युक्ते हेड्. वेदना पीडा. वेदना इत्युक्ते पेन्. वेदना शिरोवेदना इत्युक्ते हेडेक्. भवती शिरोवेदनया वर्गं न आगतवती इति वा? उदरवेदना. उदरवेदना. वाक्यं वदतु. समीचीनम्. अस्तु. विश्वनाथमहोदय अग्निस्पर्शेन हस्तः दग्धः. समीचीनम्. अत्र णत्वं भवति वा? णत्वम् अग्निस्पर्शेन न. णत्वं भवति न? भवति. किमर्थम्? किमर्थं न भवति? निमित्तमस्ति वा? निमित्तमस्ति वा? बाधा अस्ति वा? अत्र णत्वं भवति न वा? किमर्थम्? अत्र निमित्तम् अस्ति वा? रेखा अस्ति, किन्तु श अस्ति मध्ये, बाधा अस्ति, अतः न भवति. अस्तु. इदानीम् अस्माकं किञ्चित् अभ्यासः अपेक्षितः अस्ति. अत्र स्थापयति इत्यस्य रूपं किम्? स्थापनं. भवान् वाक्यं स्थापनेन वाक्यं रचयतु. अनन्तरं स्मरति इत्यस्य स्मरणम्. अनन्तरं मिलति. मिलति किं भवति? विश्वनाथमहोदय, मिलति किं भवति? प्रथमं वक्ति. मेल् किं भवति? मेलनं. अस्तु. सुब्रह्मण्यमहोदय, तत्र पिबति किं भवति? पिबति पानम्. अत्र मूलमस्ति धातुः. धातुः अस्ति पादातुः, अतः पानं. वाक्यं रचयतु. अस्तु. तत्र राजशेखरमहोदय, अत्र पश्यति इति स्वरूपं किं? पश्यति. पुनः वदतु. दर्शनं. तृतीय करोतु. तृतीय वाक्यं रचयतु. तृतीय उपयुज्य. अस्तु. न, दर्शनमिति उक्तवन्तः खलु. पश्येन ज्ञानं किं? दर्शनं. अस्तु. भवतः दर्शनेन. अत्र पठति. पठनं. पठनं तृतीय रचयतु वाक्यं कारणवाचकवाक्यं पुनः वदतु पठनेन ज्ञानम् अर्जनम् ज्ञानम् अर्जनमिति नास्ति ज्ञानस्य अर्जनम् हा इदानीं किन्तु क्रियापदं नास्ति इदानीम् अत्र किमस्ति उपवाक्यम् अत्र उपवाक्यं तत्र सर्वत्र नाम यथा अनारोग्येण कृशः अत्र तत्र भवति अथवा किमपि क्रियापदम् अपेक्षितमस्ति अतः क्रियापदं ज्ञानस्य अर्जनं भवति इति समीचीनमस्ति गीतायाः स्मरणेन देवस्य दर्शनेन मोक्षं भवति मोक्षः भवति समीचीनमस्ति अस्तु समीचीनमस्ति अग्रे सुब्रह्मण्यमहोदय वदतु अहं पानेन विना चलितुं न शक्नोमि पुनः वदतु अहं पानेन विना चलितुं न शक्नोमि तत्तु भिन्नमस्ति तत् वाक्यं समीचीनं किन्तु तत्र तृतीया अस्ति यतोहि तत्र विना अस्ति पानेन विना इदानीं विना मास्तु इदानीं कारणवाचकप्रयोगः अस्तु सन्ध्या भगिनी अहं तत् ददाति किं भवति ददाति दानं तस्य तृतीय उपयुज्य वाक्यं रचयतु अत्र भगिन्याः वाक्यम् अति उत्तममस्ति पुनः वदतु धनं दानेन अहम् आनन्दं भविष्यामि अत्र समस्या अस्ति समस्या द्वयमस्ति वाक्ये संशोधनं कुर्मः धनं दानेन सा उक्तवती संशोधनं करोतु समीकरोतु तत्र प्रश्न समस्या द्वयमस्ति एकमस्ति धनं दानेन आनन्दं भवामि इति सा उक्तवती तत्र किं वदति भवती आनन्दम् अनुभवामि अहम् आनन्दं न भवामि खलु स्वयम् आनन्दं भवामि वा अनुभवामि अनुभवामि इत्युक्ते अहं वक्तव्यमस्ति आनन्दम् अनुभवामि ऐ एक्स्पीरियन्स् ब्लस् इति एकं समाधानमस्ति नो चेत् आनन्दम् अनुभवामि नो चेत् आनन्दितः भवामि अत्र आनन्दं नाम हेपिनेस् आनन्दितः इत्युक्ते हेपि स्त्री अस्ति चेत् तत्र अहम् आनन्दिता भवामि अथवा अहम् आनन्दम् अनुभवामि इदानीं धनं दानेन इति तत्र समस्या अस्ति. धनम् अत्र कर्मपदमस्ति, कर्मपदमस्ति. अवगच्छति वा कर्मपदं धनं? सम्यक्तया शृण्वन्तु सर्वे. धनम् इति कर्मपदं, कर्मपदं केवलं क्रियापदस्य भवति. अत्र क्रियापदं वर्ब्, अत्र दानमिति वर्ब् नास्ति. अत्र समस्या अस्ति. धनं दानम्, अत्र धनं दानम्, धनं दानेन अत्र न भवितुमर्हति, यतोहि तत्र दानम् इति क्रियापदं नास्ति. तस्य समाधानम् अस्ति यत् सर्वत्र यत्र यत्र धनं ददाति तत्र भवति धनं ददाति. किन्तु दानं यदा वदामः तर्हि दानं न वदामः, तत् अनुक्त्वा किं वदामः? षष्ठी. तत्र समाधानमस्ति. धनस्य दानेन आनन्दम् अनुभवामि इति वाक्यं समीचीनमस्ति. धनस्य दानेन, इदानीं सर्वे तथा वदन्तु. दानेन इति अस्मात् पूर्वं षष्ठी, यथा स्मरणं, कथा किं भवति? कथायाः स्मरणेन. हा, कथायाः स्मरणेन किं पुण्यं लभते? पुण्यं लभते अथवा यत्किमपि कथायाः स्मरणेन. अतः देवदर्शनम् अनुक्त्वा देवस्य दर्शनम्, देवस्य दर्शनेन. अस्तु, विश्वनाथमहोदय वदतु. मेलनेन मेलनेन किं पुनः वदतु? मेलनेन मित्रं सम्पादयामि. नाम तत्र एकं मेलनं नाम सभा. मेलनं तत्र सभा इति चिन्तयतु. सभा मेलनं, मेलनेन मित्रं सम्पादयामि अथवा मित्राणि सम्पादयामि. बै द मीटिङ्ग् ऐ मेक् फ्रेण्ड्स्. मेलनेन मित्रं सम्पादयामि. समीचीनमस्ति. अस्तु, इदानीम् अभिनवमहोदय तत्र सूचयति, तत्र किं भवति? तत्र षष्टि, अनन्तरं सूचनं तृतीय, अनन्तरं वाक्यम् इति रचयतु. इदानीं खादति किं भवति? तस्मात् प्राक् षष्टि. इदानीं इदानीं सन्ध्या भगिनी आगच्छति किं भवति? आगच्छति, आगच्छति, आगमनम्. तस्मात् पूर्वं षष्टि, यथा धनं दानेन इति धनस्य दानेन आनन्दम् अनुभवामि. धनस्य दानेन तथैव आगमनेन. तस्मात् पूर्वं षष्टि किमपि क्रीणाति, आह्वयति, आह्वानं. तस्मात् पूर्वं षष्टि, अनन्तरम् आह्वानं, तत्र तृतीय. सर्वेषां पार्श्वे अस्ति. राजशेखरमहोदय अत्र त्यजति, त्यजति वाक्यं. प्रथमवाक्यं समीचीनम्. इदानीमिदं वाक्यं बहु समीचीनमस्ति. पुनः वदतु. औषधस्य पानेन आरोग्यं भवति. खादनं द्वितीयवाक्यम्. आहारस्य खादनेन भोजनालयं गतवान्. एकनिमेषः पुनः वदतु. आहारस्य खादनेन भोजनालयं गतवान्. न, इदानीं क्रमः विपरीतः जातः. इदानीम् औषधस्य पानेन आरोग्यं भवति. नाम एकमस्ति कारणम्, एकमस्ति फलम्. इदानीम् अत्र आहारस्य खादनेन आरोग्यं, तत्र भोजनालयं गतवान्, तत्र किं कारणं, किं फलम्? अत्र भोजनालयस्य गमनेन भोजनं प्राप्तवान्. अवगच्छति वा? क्रमः विपरीतः जातः. पुनः सन्देशस्य सूचनेन, पुनः सन्देशस्य सूचनेन अहम् आगतवान्. सन्देशस्य सूचनेन, सन्देशस्य सूचनेन अहम् आगतवान् भवितुमर्हति. अत्र किमस्ति यत् भवितुमर्हति अत्र? मम आगमनेन सन्तोषं भवति. मम आगमनेन कस्य सन्तोषः भवत्? जनानां, सर्वे जनाः. मम आयो समीचीनमस्ति. मम आयो जनानां अस्तु. मम आगमनेन सर्वेषां सन्तोषः भवति इति वाक्यम् अस्ति. अग्रे लक्ष्मीभगिनी वदतु. हिरण्यस्य क्रयणेन, किं कस्य? हिरण्यस्य क्रयणेन मम पार्श्वे धनं नास्ति. न, तत्र तत्र विपरीतः अस्ति. यथा सः उक्तवान् यत् भोजनस्य खादनेन भोजनालयं, आहारस्य खादनेन भोजनालयं गतवान्, तत्र विपरीतक्रमः अस्ति. किं फलं, किं कारणम्? हिरण्यस्य क्रयणेन मम पार्श्वे धनं नास्ति. ओ, नाम अहं क्रीतवान्, नाम धनम् आसीत्, इदानीं धनं नास्ति. ओ, सत्यम्. इदानीं वाक्यं समीचीनमस्ति. तत्र नाम क्रयणेन अपि च अहं चिन्तयामि स्म भवत्याः मनसि क्रयणार्थम्, अहं चिन्तयामि स्म भवत्याः इच्छा क्रयणार्थं, हिरण्यस्य क्रयणार्थं. हिरण्यस्य क्रयणेन मम पार्श्वे धनं नास्ति. तत्तु भवति, समीचीनमस्ति. अस्तु, अन्यत् वाक्यं तत्र राजशेखरमहोदय वदतु. व्यर्थसम्भाषस्य त्यजनेन शान्तं भवति. शान्तिः भवति, शान्तिः व्यर्थसम्भाषणस्य त्यजनेन. समीचीनं वाक्यम्. अस्तु, वदतु. देवस्य आह्वानेन, मित्रस्य आह्वानेन, उत्सवः, चलचित्रमन्दिरं गतवान्. पुनः मित्रस्य आह्वानेन ह्यः चलचित्रमन्दिरं गतवान्. मित्रस्य आह्वानेन अत्र अस्पष्टः भवति. कः कम् आहूतवान्? मित्रस्य मित्रं माम् आहूतवान् इति वा? मित्रस्य आह्वानेन अथवा अहं मित्रम् आहूतवान्? मम मित्रम् अहम् अहम् आहूतवती. मित्रस्य आह्वानेन ह्यः चलचित्रमन्दिरं गतवती किन्तु नाम चलचित्रस्य गमनं चलचित्रस्य गमनस्य कारणं मित्रस्य आह्वानं किन्तु भवती आहूतवती खलु भवती स्वयम् आहूतवती यदि भवती वदति यत् सः भवतीम् आहूतवान् सः भवतीम् आहूतवान् तत् गमनस्य कारणं सः मम आहूतवान् सः भवतीम् आहूतवान् तर्हि कारणं भवितुमर्हति भवती आहूतवती तर्हि तस्य गमनस्य कारणम् आह्वानम् यत् किमपि भवतु किन्तु अवगतं भवतु अस्तु अग्रे गच्छेम देवस्य आह्वानेन उत्तमज्ञानं भवति समीचीनं नाम कः कम् आह्वयति नाम देवः भवन्तम् आह्वयति अथवा भवान् देवम् आह्वयति कः कम् आह्वयति इति प्रश्नः अस्तु नास्ति चिन्ता अग्रे गच्छेम इदानीं समीचीनमस्ति षष्टिः अनन्तरं तृतीय अत्र गमनं कथनं गमनं कथनं चिन्तनं लेखनम् अस्य रूपं रूपस्य नाम ल्यूट् रूपस्य नाम ल्यूट् ल य उट ल्यूट् अभिनवमहोदय कृपया पठतु प्रयाणसमये प्रयाणसमये यत् वाहनम् उपयुज्यते तत् प्रयाणसाधनम् अतः तस्य तृतीया विभक्तिः भवति उदाहरणार्थं सः द्विचक्रिकया विद्यालयं गच्छति अभ्यासः अधः सूचितानां त्रयाणां सूच्यशब्दानां साहाय्येन वाक्यानि रचयत् यथा रामः कार्यानं मैसूरुनगरम् रामः कार्यानेन मैसूरुनगरं गच्छति सीता त्रिचक्रिका गृहं सीता त्रिचक्रिकया गृहं गच्छति चिन्मय बैक् यानं कार्यालयं चिन्मय बैक् यानेन कार्यालयं गच्छति समीचीनमस्ति अस्तु सन्ध्या भगिनी अग्रे जनाः लोकयानं गृहं जनाः लोकयानेन गृहं गच्छन्ति अस्तु राजशेखर महोदय अग्रे वयं सुखयानं ग्रामः वयं सुखयानेन ग्रामं गच्छन्ति वयं सुखयानेन ग्रामं गच्छन्ति इति न किं भवति गच्छामः अस्तु समीचीनम् अनन्तरं लक्ष्मीभगिनी प्रयाणिकाः विमानं विदेशः प्रयाणिकाः विमानेन विदेशं गच्छन्ति अस्तु विश्वनाथमहोदय आरक्षकाः जीपयानं कोलाहलस्थलं जीपयानम् इति युक्ते जीप् जीप् आङ्ग्लभाषा जीप् जीप् आरक्षकाः जीपयाने जीपयानेन कोलाहलस्थलं गच्छन्ति. समीचीनमस्ति. अस्तु अस्तु. अभिनवं एते मेट्रोडोर् यानं तिरुपति. एते मेट्रोडोर् यानेन तिरुपतिः गच्छामः. हा तिरुपतिं तिरुपतिं गच्छामः. अस्तु सुब्रह्मण्यमहोदय. ग्रामीणाः एते गच्छन्ति. एते गच्छन्ति. ग्रामीणाः नौका तरन्ति. ग्रामीणाः नौकाभिः तरन्ति. हा एकवचने अस्ति. नौकया तर. समीचीनम् अस्ति. अस्तु इदानीं सन्ध्या भगिनी अग्रे. मथुराः रेल् यानेन मथुरां समीचीनम्. अस्तु अस्तु इदानीं विश्वनाथमहोदय. राजा रथः मन्दिरं राजा रथेन मन्दिरं गच्छन्ति. मन्दिरं गच्छति. अस्तु लक्ष्मीभगिनी अस्तु अस्तु अस्माकं समयः अस्ति. इदानीं कथा अस्ति भगिनी. कथा कर्तुमिच्छति सर्वदा. कथा अस्ति अत्र. कथा पश्यामः. अभिनवमहोदय कृपया पठतु. पृच्छकः इत्युक्ते राक्षसः न जिज्ञासुः. जिज्ञासुः अग्रे. पृच्छकः ब्राह्मणः कस्मिंश्चित् अरण्ये चण्डकर्मा नाम कस्मिंश्चित् अरण्ये तत्र अनुस्वारः अस्ति अनुस्वारः कस्मिंश्चित् अरण्ये चण्डकर्मा नाम राक्षसः वसति स्म. कदाचित् कश्चित् ब्राह्मणः तत् अरण्यम् आगतवान्. राक्षसः तं दृष्टवान्. शीघ्रं तस्य स्कन्धम् आरुह्य उपविश्य सः उक्तवान् भोः ब्राह्मण अग्रे गच्छतु इति. भीतः ब्राह्मणः अग्रे गतवान्. स्पष्टमस्ति वा? कस्मिंश्चित् अरण्ये चन्दकर्मा नाम राक्षसः वसति स्म. कदाचित् कदाति न जानीमः. कदाचित् कश्चित् ब्राह्मणः तत्र तत् अरण्यम् आगतवान्. राक्षसः तं दृष्टवान् शीघ्रं तस्य स्कन्धम् आरुह्य ल्यप् अस्ति. उपविश्य सः उक्तवान् भोः ब्राह्मणः अग्रे गच्छतु इति भीतः भयं यस्य भीतः ब्राह्मणः अग्रे गतवान् अस्तु अग्रे इदानीं संध्या भगिनी अग्रे पठतु गमनसमये ब्राह्मणः दृष्टवान् यत् राक्षसस्य पादद्वयं कमलम् इव कोमलम् अस्ति इति तत् दृष्ट्वा विस्मितः सः राक्षसं पृष्टवान् भोः भवतः पादद्वयं कथम् एवं कोमलम् अस्ति इति गमनसमये अत्र संयुक्तपदमस्ति संयुक्तपदमस्ति अत्र अर्थः अस्ति गमनस्य समये गमनसमये ब्राह्मणः दृष्टवान् यत् राक्षसस्य पादद्वयं कमलम् इव कोमलम् अस्ति इति तत् दृष्ट्वा विस्मितः सर्वे जानन्ति वा विस्मितः विस्मयः यस्य विस्मितः अस्तु आश्चर्यं यस्य विस्मितः सः राक्षसं पृष्टवान् भोः भवतः पादद्वयं कथम् एवं कोमलम् अस्ति इति अत्र एवं वयं जानीमः खलु एवम् अत्र कोऽपि प्रश्नः अस्ति वा अस्मिन् अस्तु तर्हि अग्रे गच्छेम इदानीं राजशेखरमहोदय अग्रे राक्षसः उक्तवान् मम एकं व्रतम् अस्ति एकं व्रतम् अस्ति अहं कदापि आर्द्रपादः भूमिं न स्पृशामि अतः एव पादद्वयं तथा अस्ति इति अनन्तरं ब्राह्मणः राक्षसात् आत्मनः मोक्षोपायं चिन्तयन् आसीत् हा राक्षसः उक्तवान् मम एकं व्रतम् अस्ति स्पष्टं स्यात् अहं कदापि आर्द्रपादः भूमिं न स्पृशामि नाम तस्य पादद्वयं भूमिं न कदापि स्पृशति इति अर्थः अतः एव पादद्वयं तथा अस्ति इति अनन्तरम् आर्द्र नाम तत्र यत्र जलमस्ति खलु जलम् तर्हि प्रायः नाम तस्य पादस्य स्पर्शः भवति भूमौ तर्हि तस्य पादः आर्द्रितः भवति तत्र जलस्पर्शः भवति अवगच्छति वा बेर्फुट् भूमिं न स्पृशति न स्पृशामि अतः एव पादद्वयं तथा अस्ति इति अनन्तरं ब्राह्मणः राक्षसात्, राक्षसात् का विभक्तिः? पञ्चमी. पञ्चमी अस्ति. राक्षसात् आत्मनः. अत्र आत्मनः नाम स्वस्य इति अर्थः. स्वस्य किं रूपं? रूपम् अत्र वयं ज्ञास्यामः अग्रे गत्वा. अत्र आत्मन् इति नकारान्तशब्दः, नकारशब्दमान् न जानीमः. यथा भवत् इति अस्य भवान्, तत्र भवत् इति अस्य षष्ठी किम्? हा, भवान् इति षष्ठी भवतः. मूलरूपम् अस्ति भवत्, भवतः नाम किम्? खलु अत्र आत्मा अस्य मूलरूपम् अस्ति आत्मन्, तस्य षष्ठी यथा भवतः आत्मनः. राक्षसात् आत्मनः स्वस्य मोक्षस्य उपायम्, मोक्षस्य उपायम् मोक्ष प्लस उपायम् अ प्लस उ ओ भवति सन्धिः. अग्रे करिष्यामः. मोक्षोपायं चिन्तयन् नाम शत्र समानकाले कार्यद्वयं भवति. चिन्तयन् आसीत्. अस्तु लक्ष्मी भगिनी कृपया पठतु. किञ्चित् कालानन्तरम् एकं सरोवरं दृष्टम्. तदा राक्षसः, भोः ब्राह्मण, अहं स्नानं देवतार्चनं च कृत्वा आगच्छामि, तावत् भवता अतैव स्थातव्यम् इति उक्त्वा ब्राह्मणस्य स्कन्धतः अवतीर्य सरोवरं गतवान्. तदा ब्राह्मणः, एषः राक्षसः स्नानं देवतार्चनं च कृत्वा मां निश्चयेन खादति, अतः इदानीम् एव मया इतः धावनीयम्. व्रतभङ्गभयात् राक्षसः माम् अनुसर्तुं न शक्नोति इति चिन्तयित्वा ततः वेगेन धावितवान्. राक्षसः धावन्तं तं दृष्ट्वा अपि व्रतभङ्गभयात् ग्रहीतुं न अनुधावितवान्. एवं ब्राह्मणस्य प्राणाः रक्षिताः. अत्र किञ्चित् कालानन्तरम्, अत्र संयुक्तपदमस्ति कालस्य अनन्तरं. काल अनन्तरं सन्धिः कालानन्तरम्. किञ्चित् कालानन्तरम् एकं सरोवरं दृष्टम्. तदा राक्षसः, भोः ब्राह्मण, अहं स्नानं देवतार्चनं च देवतस्य अर्चनं, देवतार्चनं न, अत्र देवता वार्ता यत् अत्र देवता इति स्त्रीलिङ्गपदमस्ति. हिन्दीभाषायां देवता नाम पुल्लिङ्गशब्दः अस्ति, किन्तु वस्तुतः देवता आकारान्तपदमस्ति, स्त्रीलिङ्गशब्दः. देवतायाः अर्चनं, देवतार्चनं च कृत्वा आगच्छामि, तावत् भवता अत्र एव स्थातव्यम्. अत्र कर्मणि प्रयोगः अस्ति, पासिव् वाय्स् इति उक्त्वा ब्राह्मणस्य स्कन्धतः अवतीर्य, अधः गत्वा अवतीर्य सरोवरं गतवान्. तदा ब्राह्मणः, एषः राक्षसः स्नानं देवतार्चनं च कृत्वा मां निश्चयेन खादति, अतः इदानीमेव मया इतः धावनीयम्. एतावता प्रश्नः अस्ति वा कोऽपि? वदतु. सरोवरं द्रष्टुं विशेषं विशेष्य भावः सरोवरं एकं सरोवरं दृष्टम् हा सत्यम् एकं सरोवरं दृष्टम् अत्र विशेषणविशेषभावः अस्ति एक इति विशेषणमस्ति दृष्टमपि विशेषणमस्ति सरोवरशब्दस्य अतः इदानीमेव मया इतः धावनीयम् तावत् भवता अत्रैव स्थातव्यम् अत्र स्थातव्यं तत्र रूपद्वयमस्ति स्थातव्यम् अथवा स्थानीयम् अत्र रूपद्वयमस्ति तव्यत् अनियर् यथा गमनम् इत्यस्य नाम ल्यूट् अत्र गमनीयम् इत्यस्य नाम अनियर् अनियर् अपि च गन्तव्यम् इत्यस्य नाम तव्यत् पृथक् तव्यत् अनियर् ल्यूट् तत्र तव्यत् अनियर् इत्यनयोः अर्थः यत् शुड् बि डन् गमनीयं लेखनीयं करणीयं चिन्तनीयं शुड् बि डन् तत्र अव्यम् अपि नाम तव्यत् अपि तथा अर्थः समानः अनियर् तव्यत् इत्यनयोः अर्थः समानः अस्ति तर्हि गमनीयं गन्तव्यम् श्रवणीयं श्रोतव्यं लेखनीयं लेखितव्यम् धावनीयं धावितव्यं व्रतभङ्गभयात् अत्र व्रतस्य भङ्गस्य भयात् अत्र भयात् इति का विभक्तिः पञ्चमी अत्र पञ्चमी विभक्तिः तत्र अद्य वयं दृष्टवन्तः यत् तृतीया इत्यस्य कारणवाचकार्थः अस्ति कारणं तृतीया पञ्चमी अपि तथा अत्र तृतीया भवितुमर्हति स्म व्रतभङ्गभयेन इति समानमस्ति भयात् भयेन अत्र समानमस्ति राक्षसः माम् अनुसर्तुं न शक्नोति अत्र सरति इत्यस्य सर्तुम् अनुसर्तुं मम पृष्ठतः गन्तुम् अत्र इति चिन्तयित्वा ततः वेगेन धावितवान् राक्षसः धावन्तम् अत्र शत्रुप्रत्ययः गच्छत् गच्छन् गच्छन् लिखन् अत्र तस्य द्वितीयविभक्तिः अस्ति बालकः धावन् खादति किन्तु अहं बालकं पश्यामि तो अहं धावन्तं बालकं पश्यामि अत्र राक्षसः धावन्तं तं कं ब्राह्मणः राक्षसः धावन्तं तं ब्राह्मणं दृष्ट्वा अपि इति अवगच्छति वा दृष्ट्वा अपि इवन् बै दृष्ट्वा अपि व्रतभङ्गभयात् तेन कारणेन ग्रहीतुं न अनुधावितवान् एवं ब्राह्मणस्य प्राणाः रक्षिताः सुब्रह्मण्यमहोदय अग्रिमम् श्लोकः पृच्छकेन सदा भाव्यं पुरुषेण विजानता राक्षसेन्द्र गृहीतोऽपि प्राणान्मुक्तो द्विजः पुरा पृच्छकेन सदा भाव्यम् पृच्छकेन सदा भाव्यं पुरुषेण विजानता अत्र शत्र यथा धावन्तम् इति द्वितीय अत्र तृतीय अस्ति तृतीया विभक्तिः अस्ति पुरुषेण विजानता राक्षसः षष्ठी अस्ति राक्षसः षष्ठी अस्ति इन्द्र गृहीतः अपि प्राणमुक्तः द्विजः पुरा. अत्र श्लोकः किं भवति, श्लोकस्य शब्दक्रमः भिन्नः भवति. तत्र वाक्यं रचयितुं वयम् एकं शब्दक्रमस्य भेदं कर्तुं शक्नुमः. शृण्वन्तु, अत्र विजानता पुरुषेण सदा पृच्छकेन भाव्यम्. पुरा द्विजः राक्षसेन्द्र गृहीतः अपि प्राणैः मुक्तः. विजानता पुरुषेण विजानः नाम ज्ञानं, यस्य ज्ञानं विजानता पुरुषेण सदा, नाम तत्र बुद्धिमान् पुरुषः, बुद्धिमता पुरुषेण सर्वदा पृच्छकेन भाव्यं भवेत्, प्रष्टव्यमस्ति. पुरा द्विजः राक्षसेन्द्रः गृहीतः अपि प्राणैः मुक्तः. अवगच्छति वा? अत्र विजानता पुरुषेण, अत्र एकं वाक्यमस्ति सिद्धान्तः, अनन्तरं तस्य उदाहरणं दत्तमस्ति. सिद्धान्तः अस्ति यत् विजानता नाम बुद्धिमता पुरुषेण सदा पृच्छकेन भाव्यं, नाम सदा सर्वदा प्रष्टव्यं, स्थितिः अवगन्तव्या अस्ति. पृच्छकः यः जिज्ञासुः अस्ति. नाम तस्य अर्थः कः, कोऽपि वदति वा? नाम श्लोकस्य अर्थः अत्र पृच्छकः ब्राह्मणः, ब्राह्मणः किं पृष्टवान्, किं पृष्टवान्? किमर्थम् इति पृष्टवान्. तस्य उत्तरं प्राप्तवान्. उत्तरस्य प्राप्त्या सूचनेन किम् अभवत्, किं ज्ञातवान्, किं ज्ञातवान्? उत्तरं किम् आसीत्? उत्तरं किम्? राक्षसस्य व्रतः यत् व्रतं स्पर्शः न भवति. अतः नाम ब्राह्मणः किमपि मूल्यवती सूचनां प्राप्तवान्, येन यदा राक्षसः तत्र पूजार्थं गतवान् तर्हि सः किं ज्ञातवान्? तत् उत्तरं यत् पादस्पर्शः भूमौ न भवति कदापि, तेन ब्राह्मणः किं ज्ञातवान्? अहं यदि किम्, सः यदा जले गतवान् तदा अहं धावितुं शक्नोमि. किमर्थं? यतोहि सः अहं धावितुं शक्नोमि यतोहि नाम मम सफलता भविष्यति, सफलता भविष्यति यतोहि यतः सः मम पृष्ठभागे मम अनुसरणं न करिष्यति. अतः एतत् ज्ञानम् अभवत् तस्य मनसि यत् ओ अहं गन्तुं शक्नोमि. यदि ब्राह्मणः न पृष्टवान् स्यात् तर्हि सः प्रतीक्षां कृतवान् स्यात्, न आगमिष्यत्. ब्राह्मणः जिज्ञासुः, सः पृष्टवान् त तस्य पृच्छनेन मूल्यवती सूचना प्राप्ता. अतः अत्र लिखितमस्ति यद् विजानता पुरुषेण सदा यः द वाइज पर्सन शुड ऑलवेज आस्क एंड द इति सिद्धान्तः. अनन्तरं तस्य उदाहरणमस्ति बाय आस्किंग ही एस्केप्ड ही सर्वाइव्ड by asking. Pura dvijaha rakshasendraha tatra grahitaha api, even though he got captured, pranehi muktaha. He saved his life by asking the question. So that everybody should ask questions. This is the moral of the story. Pura itukte. Pura. Nama purvam. Dvijaha pura. पुरा उदाहरणार्थं पुरातनपुस्तकं तन इत्युक्ते वाला पुरातन तत्र तन इत्युक्ते वाला त पुरा पूर्ववाला त पुरा पुरा कथा पुरा पुरा नाम बहु पूर्वं नाम अत्र प्राचीनकाले इति अर्थः. इति अत्र स्पष्टम् इदानीमस्ति कथा स्पष्टा अस्ति. अस्तु तर्हि इदानीं विरमामः, समयः जातः. धन्यवादः. नमस्कारः.